सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं यः प्रथम अध्यायः अस्ति धातुगणपरिचयः, तस्य अध्ययनं इदानीं चलन् अस्मि। तत्र पूर्वस्मिन् वर्गे किम् अधीतम् इति एकवारं पुनः स्मरणं कृत्वा अग्रे सरेम। वयं दृष्टवन्तः तत्र द्विसहस्रधातूनां तत्र दशधातुगणाः सन्ति। तस्मिन् दश ते द्विसहस्रधातवः दशगणेषु विभक्ताः सन्ति। तत्र गणस्य यः प्रत्येकस्मिन् गणे तत्र विकरणप्रत्ययाः सन्ति। तत्र लटीरूपं पश्यामः चेत् तत्र धातुतिङ्मध्ये यः भागः श्रूयते सः विकरणप्रत्ययस्य भागः अस्ति। परन्तु तत्र केवलं तत्र चतुर्षु लकारेषु एव घनचिन्तनं भवति। इत्युक्ते तत्र घनचिन्तनं वदामः चेत् घनविकरणप्रत्ययः चतुर्षु लकारेषु एव आयाति। सो तत्र धातुतिङ्मध्ये लट् लकाररूपं पश्यामः, अपि च लङ् लकाररूपं पश्यामः, विधिलिङ्लकाररूपं पश्यामः, अपि च लोट् लकाररूपं पश्यामः चेत् तत्र धातुतिङ्मध्ये विकरणप्रत्ययस्य भागः श्रूयते। सो लटीरूपं पश्यामः चेत् कथं जानीमः धातुः कस्मिन् गणे अस्ति इति? वयं धातुतिङ्मध्ये यः भागः तं सः भागः पश्यामः चेत् तस्य आधारेण एव वयं वक्तुं शक्यते धातु कस्मिन् गणे अस्ति। वयं दृष्टवन्तः तत्र भुवादिगणे शप् विकरणप्रत्ययः आयाति। विकरणप्रत्ययेषु किम् अस्ति, तत्र मूलरूपम् अस्ति, एकम् आकृतिः अपि अस्ति। इत्युक्ते मूलरूपेषु ये वर्णाः तत्र सन्ति, प्रक्रियायां ते सर्वे वर्णाः नातिष्ठन्ति, कानिचन वर्णानि अपगच्छन्ति। सो ये वर्णाः अपगच्छन्ति तेषां पाणिनिना एकं नामं दत्तम्, इत् इति संज्ञा। सो यः वर्णः अपगच्छति तस्य इत् संज्ञा इति इत् इति नामकरणं पाणिनिना दत्तम्। सो यस्य यस्य इत् संज्ञा भवति तस्य अनन्तरं लोपः अपि भवति। इत्युक्ते लोपः इत्युक्ते अदर्शनं, सः प्रक्रियायां सः वर्णः प्रक्रियायां न तत्र दृश्यते। अतः वयं किं वदामः, तत्र विकरणप्रत्ययस्य मूलरूपम् अस्ति, अपि च विकरणप्रत्ययस्य आकृतिः अस्ति। इत्युक्ते आकृतिः इत्युक्ते प्रक्रियायां यः वर्णः श्रूयते धातुतिङ्मध्ये सः आकृतिः इति अपि उच्यते। सो धातु धातुतिङ्मध्ये भागं पश्यामः, कः भागः इति, कः वर्णः, अपि च कः वर्ण के वर्णसम के वर्णाः तत्र धातुतिङ् लटीरूपस्य विभजनं कुर्मः चेत् तत्र प्रथमभागः धातुभागम्, अन्तिमभागः तिङ्प्रत्ययस्य भागः, मध्ये यः ये वर्णाः श्रूयते ते वर्णाः विकरणप्रत्ययस्य भागः। अतः तस्य आधारेण एव वयं ज्ञातुं शक्यते धातुः कस्मिन् गणे अस्ति इति वयं दृष्टवन्तः। प्रत्येकस्मिन् गणस्य किञ्चित् विशिष्टलक्षणं तत्र अस्ति। यथा भुवादिगणे तत्र यः विकरणप्रत्ययः अस्ति तत्र विकरणप्रत्ययस्य आधारेण कारणेन तत्र गुणः भवति। वयं दृष्टवन्तः गुणः इत्युक्ते किं, गुणः इत्युक्ते वर्णानां तत्र परिवर्तनं, तत्र के वर्णाः तत्र तेषां परिवर्तनं भवति इति वयं दृष्टवन्तः। तत्र इकारस्य परिवर्तनं भवति, उकारस्य परिवर्तनं भवति, अपि च ऋकारस्य परिवर्तनं भवति। इकारस्य परिवर्तनम् एकारः, उकारस्य परिवर्तनम् ओकारः, ऋकारस्य परिवर्तनम् अकारः, अनन्तरं सः तस्य परे रेफः अपि आयाति. सो ऋकारस्य परिवर्तनम् अन्ततो गत्वा तत्र अर् भवति इति तु गुणकार्यमस्ति. सो गुणकार्ये तत्र गुणितवर्णः, गुणित अक्षरः एव आदेशरूपेण आगन्तुं शक्यते. सो गुणितवर्णाः के इति वयं अत् एङ्गुणः एकम् अस्ति संज्ञासूत्रम् अष्टाध्याय्यां प्रथम अध्याये एव तत्र सर्वाणि बहूनि तत्र संज्ञासूत्राणि प्रथम अध्याये एव पाणिनिना स्थापिताः. एकम् अस्ति अद् एङ्गुणः. अद् एङ्गुणः इति वदामः चेत् तत्र अत् इति कथनेन अकारस्य ग्रहणम्, एङ् इति कथनेन तत्र एङ् प्रत्याहारे तत्र एकारः ओकारः एते द्वौ वर्णः तत्र स्तः. अतः अकारः एकारः ओकारः एते त्रयः वर्णः एव गुणितवर्णः इत्युक्ते गुणित अक्षरः इति अपि वदामः. सो यत्र यत्र गुणकार्यं भवति, यत्र यत्र गुणः इति गुण इति कार्यम् एकं कार्यम् अस्ति, सिद्धान्तः अस्ति व्याकरणे, तत्र एते त्रयः वर्णः एव आदेशरूपेण आगन्तुं शक्यते. तथैव वयं दृष्टवन्तः तत्र इकारस्य गुणः एकारः, उकारस्य गुणः ओकारः, ऋकारस्य गुणः अर् भवति. अकारः प्रथमे आयाति, अनन्तरं रेफः अपि आयाति. सो गुणकार्यं भवादिगणे विकरणप्रत्ययस्य कारणेन गुणः भवति, इत्युक्ते शप् कारणेन गुणः भवति. यस्मिन् यस्मिन् प्रत्यये शकारः इति संज्ञकः अस्ति, तस्मिन् प्रत्यये यदि पकारः अपि इति संज्ञकः अस्ति, तत्र गुणः गुणस्य कृते कोऽपि बाधा नास्ति. सो यत्र यत्र शकारः इति संज्ञकः, शकारः गुणकार्यस्य कृते प्रेरयति. पकारस्य कार्यं किं? पकारस्य कार्यमस्ति तत्र सः पकारः गुणस्य कृते तत्र बाधा न भवति. इत्युक्ते विपरीतरीत्या वदामः चेत् यस्मिन् यस्मिन् प्रत्यये पकारस्य अभावः, पित् नास्ति, यः यः प्रत्ययः पित् नास्ति, पित् वदामः चेत् यस्मिन् पकारः इत्. सो शप् इति प्रत्यये पकारः इत् अस्ति, परन्तु शन् इति यः चतुर्थगणः अस्ति दिवादिगणः, तत्र शन् इति विकरणप्रत्ययः अस्ति, तत्र पकारः इति संज्ञकः नास्ति तस्मिन् प्रत्यये. अतः तत्र वयं किं वदामः? पकारस्य अभावः अस्ति, इत्युक्ते पकारः इत् न अस्ति. सो यस्मिन् यस्मिन् प्रत्यये यः प्रत्ययः शित् अस्ति, यस्मिन् शकारः इति संज्ञकः, परन्तु तस्मिन् प्रत्यये यदि पकारः इति संज्ञकः नास्ति, तत्र गुणकार्यस्य कृते बाधा भवति. वयं दृष्टवन्तः तत्र दिव् इति यः धातुः अस्ति, अन्यथा तत्र तु वकारान्त धातुः अस्ति. वकार दिव् इति धातुः वकारान्त अस्ति, इत्युक्ते अस्य धातुः अन्ते वकारः विधीयते, धकारः इकारः अपि च वकारः. तत्र तेषां धातूनां विशिष्टकार्यं भवति. तत्र यः वकारान्त धातुः अस्ति, यस्य धातुः अन्ते वकारः विधीयते अपि च रेफान्त अस्ति, यस्मिन् धातुः अन्ते रकारः विधीयते तस्मिन् उपधायां यः इक् वर्णः अस्ति तस्य दीर्घ भवति. सो दिव् धातु आदेश अनन्तरं दीव् भवति. सो इक् वर्ण इन् द उपधा प्लेस् बिकम्स् दीर्घः बिकास् आफ् वन् विशिष्टसूत्रद्वारा. सो अत्र तु गुणकार्यस्य तत्र प्रसङ्गः एव नास्ति. यथा दिव् दीव् भवति, दीर्घ इकारः उपधायाम् आयाति, तत्र तु गुणकार्यस्य प्रसङ्गः नास्ति. परन्तु यस्मिन् यस्मिन् धातोः गुणप्रसङ्गः अस्ति, तस्य अग्रे कोऽपि यः विकरणप्रत्ययः आयाति, यदि तस्य विकरणप्रत्ययमध्ये पकारस्य अभावः अस्ति, तत्र गुणकार्यं न भवति. सो तत्र गुणकार्यस्य कृते बाधा आयाति. सो यद्यपि मूलरूपेषु ये ये वर्णाः तत्र पाणिनिना स्थापिताः, यद्यपि प्रक्रियायां तेषां वर्णानाम् उपयोगः न भवति, तथापि तत्र तेषां वर्णानां लक्षणं तत्र तिष्ठति. सो यद्यपि लोपः भवति तथापि शकारस्य लक्षणं तत्र तिष्ठति, पकारस्य लक्षणं तत्र तिष्ठति. सो शप् प्रत्यये केवलम् अकारः अवशिष्यते, इत्युक्ते अवशिष्टभागः अकारः एव. प्रक्रियायां धातु तिङ् मध्ये अकारः एव श्रूयते, परन्तु तथापि तत्र किं भवति, शकारस्य प्रभावेन तत्र गुणस्य कृते प्रेरणा अस्ति, पकारस्य प्रभावे तत् गुणकार्यस्य कृते बाधा न भवति. सो यद्यपि वर्णानां लोपः भवति तथापि तेषां वर्णानां तत्र किम् अस्ति, लक्षणं तिष्ठति. सो तथैव वयं दृष्टवन्तः श्नम् इति यः प्रत्ययः तत्र सप्तम गणे श्नम् इति प्रत्ययः अस्ति, तत्र शकारस्य कारणेन गुणस्य कृते प्रेरणा अस्ति. मकारस्य श्नम् इति क्षम्यतां, श्नम् इति सप्तम गणस्य विकरणप्रत्ययः, रुदादिगणस्य विकरणप्रत्ययः अस्ति. तत्र मकारस्य इत्संज्ञा अस्ति, तत्र अन्ते मकारः श्रूयते, तस्य मकारस्य इत्संज्ञा अस्ति, इत्युक्ते मकारः प्रक्रियायां न तिष्ठति, अपगच्छति. ये वर्णाः अपगच्छति तेषाम् इत्संज्ञा भवति. सो श्नम् इति प्रत्यये मकारस्य इत्संज्ञा. मकारस्य लक्षणं किम् अस्ति, यत् यस्मिन् प्रत्यये मकारः इत्संज्ञकः अस्ति तस्य विशिष्टलक्षणम् अस्ति. तत्र एकं सूत्रम् अस्ति, मिदच्चो अन्त्यात् परः, इत्युक्ते यस्मिन् प्रत्यये मकारः इत्संज्ञकः सः वर्णः कुत्र आयाति इति प्रश्ने सति चेत्, सः मकारः धातोः यः अन्तिम स्वरः अस्ति तस्य अनन्तरम् एव सः वर्णः आयाति. श्नम् इति प्रत्यये वयं दृष्टवन्तः शकारस्य इत् मकारस्य इत्, तत्र न नकारः नकारस्य सह तत्र अकारः अपि अस्ति. न इति कथनेन द्वौ वर्णः नकारः अकारः, सः न इति यः वर्णसमूहः अस्ति सः कुत्र आयाति, सः धातु तिङ् मध्ये न आयाति. सः न इति भागं धातु यः अन्तिम स्वरः अस्ति तस्य अनन्तरम् एव न इति विकरणप्रत्ययस्य भागः श्रूयते. सो मकारस्य लक्षणस्य कारणेन एव एतादृशकार्यं भवति. सो यद्यपि मकारस्य लोपः भवति तथापि तत्र मकारस्य लक्षणं तिष्ठति. सो तत्र पाणिनिना एतादृशरीत्या तत्र वर्णाः स्थापिताः, मूलरूपम् अस्ति अपि च आकृतिः अस्ति. सो मूलरूपेषु ये वर्णाः अपगच्छन्ति तेषां लक्षणं तत्र तिष्ठति, परन्तु प्रक्रियायां तेषां प्रयोगः न दृश्यते, परन्तु लक्षणस्य कारणेन एव कार्यं भवति इति. तत्र ये वर्णाः अपगच्छन्ति तेषां लक्षणस्य कारणेन कार्यं भवति. तथैव वयं दृष्टवन्तः यः षष्ठं गणः अस्ति, तुदादिगणः, तुदादिगणे श इति विकरणप्रत्ययः अस्ति, श शकारस्य इत्संज्ञा भूत्वा तत्र अ एव अवशिष्टभागः, परन्तु तत्र श इति प्रत्यये पकारस्य अभावः अस्ति, इत्युक्ते तत्र पकारः इत्संज्ञकः नास्ति, तत्र केवलं शकारः इत्संज्ञकः. सो शकारस्य कार्यम् अस्ति गुणस्य कृते प्रेरयति, परन्तु पकारस्य अभावेन किं भवति, इदानीं वयं दृष्टवन्तः यद्यपकारः नास्ति तत्र गुणस्य कृते बाधा भवति. सो तत्र यद्यपि धातौ गुणप्रसङ्गः अस्ति, उपधायां तत्र इक् वर्णः तत्र अस्ति, इक् इति वदामः चेत् इ उरु, यदि वयम् इक् वर्णः वदामः चेत् इक् प्रत्याहारे के के वर्णाः तत्र इ ऊरु अपि च लु, एकम् अन्यत् स्वरः अपि अस्ति, परन्तु तत्र यद्यपि तुदादिगणे गुणप्रसङ्गः अस्ति, धातौ गुणप्रसङ्गः अस्ति, तथापि तत्र गुणकार्यं न भवति। किमर्थं चेत् तत्र पकारस्य अभावेन गुणस्य कृते बाधा भवति। सो श इति विकरणप्रत्ययस्य कारणेन यद्यपि धातौ गुणप्रसङ्गः अस्ति तथापि तत्र गुणकार्यं न भवति। सो भुवादिगणस्य अपि च तुदादिगणस्य मध्ये भेदः कथं जायते, प्रथमबिन्दुः अस्ति, गुणः प्रसङ्गः अस्ति परन्तु गुणः न भवति, धातुः तिङ् मध्ये अकारः श्रूयते परन्तु गुणः गुणकार्यं न दृश्यते, अतः वयं किं वदामः, धातुः षष्ठं गणस्य धातुः न तु भुवादिगणस्य धातुः। सो प्रथमे किं पश्यामः, तत्र लटीरूपं पश्यामः चेत् धातु तिङ् मध्ये कः भागः, तस्य भागस्य आधारेण एव वयम् ऊहां कर्तुं शक्यते धातुः कस्य गणस्य धातुः, प्रथमगणस्य वा, चतुर्थगणस्य वा, दशमगणस्य वा इति। वयं मध्ये यः भागः अस्ति सः भागं पश्यामः चेत् ज्ञातुं शक्यते। सो अस्माभिः किं ज्ञातव्यं, धातुः विकरणप्रत्ययस्य मूलरूपं किं, विकरणप्रत्ययस्य आकृतिः किम् इति वयं ज्ञातव्यम् अस्माभिः ज्ञातव्यं, तेन आधारेण एव वयम् एतत् अभ्यासं कर्तुं शक्यते। इदानीम् अद्य यः अभ्यासः अस्ति तस्य प्रति गच्छामः। वयं दृष्टवन्तः तत्र धातु पश्यामः, लटीरूपं पश्यामः, तस्य लटीरूपस्य तत्र वयं किं कुर्मः, त्रीणि भागः वयं अस्माभिः कुर्मः, धातुभागं, तिङ्भागं, मध्ये यः भागम् अस्ति तस्य आधारेण एव वयम् ऊहां कुर्मः धातुः कस्य गणस्य धातुः, विकरणप्रत्ययस्य आधारेण एव इति वयं ज्ञातुं शक्यते धातुः कस्मिन् गणे अस्ति इति। यः प्रथम अध्यायः अस्ति धातुगणपरिचयः, तस्य मुख्यलक्ष्यम् अस्ति, इत्युक्ते लटीरूपं पश्यामः चेत् कथं ज्ञातुं शक्यते धातुः कस्मिन् गणे अस्ति। वयं दृष्टवन्तः चतुर्षु लकारेषु एव एतादृशः चिन्तनं भवति, अन्येषु लकारेषु तत्र गणविकरणप्रत्ययः मध्ये न आयाति, तत्र विशिष्टसूत्रद्वारा अन्यकार्याणि भवन्ति, अतः तत्र धातुतिङ् मध्ये विकरणप्रत्ययः न आयाति। अतः मया उक्ता तत्र चतुर्षु लकारेषु एव गणचिन्तनं भवति, अभ्यासे तु लट् लकाररूपं तत्र दत्तमस्ति, लट् लकार एकवचनस्य रूपं तत्र दत्तमस्ति। सो लट् लकाररूपं पश्यामः चेत् धातुः कस्मिन् गणे अस्ति, तत्र अस्माभिः किं वदनीयं, धातुः गुणप्रसङ्गः अस्ति वा नास्ति, धातु तिङ् मध्ये कः भागः, सः भागः कस्य विकरणप्रत्ययस्य भागः, अतः तस्य आधारेण एव वयं स्पष्टतया ज्ञातुं शक्यते धातु कस्मिन् गणे अस्ति। अस्तु, इदानीं प्रारम्भं कुर्मः। इदानीं पर्यन्तं कोऽपि भ्रमः अस्ति चेत्, यत्किमपि अस्माभिः पठितं तस्य कृते कोऽपि भ्रमः अस्ति चेत् पृच्छतु, अन्यथा अभ्यासस्य प्रति गच्छामः। अस्तु, भ्रमः नास्ति इति अहं चिन्तयामि। अस्तु, वयं हिंसा अपि हिनस्ति इति रूपं गतसप्ताहे अधीतम्, इदानीं सीव् अहं चिन्तयामि सीव् सीव् अतः आरम्भं कुर्मः। कः पठितुम् इच्छति, तत्र कति जनाः तत्र वदामि वा, कः वदति, उषा भगिनी अस्ति वा, मञ्जुरी, मञ्जुरी, आं भगिनी कृपया वदतु। सीव् सीव् सीव्यति इति लट् लकारस्य रूपम् अस्ति. भगिनि किञ्चित् उच्चैः वदतु, ध्वनि सम्यक् न आयाति. श्रूयते वा? आम् किञ्चित् उच्चैः. अधुना श्रूयते? आम् श्रूयते श्रूयते, वदतु. विकरणप्रत्ययस्य आकृति दृश्यते य. आम् य किव्यति किव्यति तथा चतुर्थगणे अस्ति. चतुर्थगणस्य विकरणप्रत्ययः कः? अत्र पकार कस्य कस्य वर्णस्य इत् भवति? शन् इति प्रत्यय शकारस्य इत् संज्ञा भवति, नकारस्य इत् संज्ञा भवति, यकारः तिष्ठति. विकरणप्रत्यय यकारः न वदामः, तत्र यकारः अपि च अकारः य इति भागः यकारः अकारः तिष्ठति तथा दिवादिगणे अस्ति. सत्यं सत्यं. सो शिव् बिकम् सीव् दीर्घ आकारः. मया उक्ता धातुः वकारान्त अस्ति अपि च धातु रकारान्त अस्ति चेत् तत्र उपदायाम् इक् वर्णः दीर्घ भवति सूत्रद्वारा. सूत्र आधारेण यदि उपदायाम् उपदायाम् इत्युक्ते भगिनी किम्? अन्तिम वर्णस्य पूर्ववर्णः उपदाय. आम् सत्यं सत्यं सम्यक्. अन्तिमवर्णस्य पूर्वे यः वर्णः सः उपदावर्णः. सो उपदायां वदामः चेत् इन् द उपदा प्लेस्, इन् द उपदा प्लेस् अत्र ह्रस्व इकारः अस्ति. परन्तु लटीरूपं पश्यामः चेत् तत्र दीर्घ इकारः तत्र दृश्यते. सः धातु, सः धातु आदेशः इत्युक्ते वकारान्त धातु अस्ति अपि च रकारान्त धातु अस्ति चेत् तत्र किं भवति? उपदायां यः ह्रस्व इक् स्वरः इत्युक्ते ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः, एते त्रयः वर्णः एव दीर्घ भवति. ह्रस्व इक् वर्णः दीर्घ भवति. अतः अत्र सीव्यति इति श्रूयते, सीव्यति दीर्घ इकारः श्रूयते. अस्तु, धू विषये अपि वदतु भगिनि. रकारः अस्ति चेत् दीर्घ समानकार्यं. यदि अन्ते रकारः अस्ति चेत् तत्रापि समानकार्यं, ह्रस्व इक् वर्णः दीर्घ भवति. वकारान्त धातु अस्ति अथवा रेफान्त धातु अस्ति, रकारान्त धातु अस्ति चेत् उपदायां यः इक् वर्णः सः दीर्घ भवति. अस्तु, धू धू विषये वदतु भगिनि. धू लट्लकारस्य रूपमस्ति, धूनाति. विकरणप्रत्यय आकृति आकृतेः ना इति श्रूयते. विकरणप्रत्यय अस्ति श्ना. श शकारस्य इत्संज्ञा भवति तथा धूनाति नवमगणे नवमगणे अस्ति, त्रयादिगणे. नवमगणः क्रयादिगणः. सम्यक्. अधुना अपि धू दीर्घ उकारस्य ह्रस्व इकारः भवति. आम् तत्रापि धातुकार्यमस्ति. तत्र भिन्नसूत्रैः, तत्र भिन्नसूत्रद्वारा एतत् कार्यं भवति. अत्र तु रेफान्त अपि च रकारः नास्ति न अन्ते, अत्र केवलं धू अस्ति. सो तत्र भिन्नसूत्रं कार्यं करोति, न तु शिवविषये यः सूत्रं कार्यं करोति. सो तत्रापि धातु आदेशः इति भूत्वा तत्र धू इति दु भवति, ह्रस्वकारः भवति. सो तत्र धातुकार्यं, परन्तु इदानीं सः विषयः नास्ति. इदानीं विषयः कः? धातुतिङ्मध्ये कः भागः, सः भागः कस्य विकरणप्रत्ययस्य भागः. अतः वयं ज्ञातुं शक्यते धू इति धातुः क्रयादिगणस्य धातुः, तत्र धातु तिङ् मध्ये न इति भागः श्रूयते, सः न इति भागं विकरणप्रत्ययस्य भागं न तु धातुभागं, सो न आधारेण एव ज्ञातुं शक्यते धू इति यः धातुः अस्ति सः क्रयादिगणस्य धातुः। अस्तु भगिनी, सम्यक् भगिनी, धन्यवादः। अग्रे कः पठितुम् इच्छति हिंस धातुविषये? उषा भगिनी अस्ति वा? उषा आर् पाटिल् भगिनी अत्र न दृश्यते, अहं धातु एवं गणस्य नाम तालिका दृश्यते अत्र, अभ्यासः अभ्यासकार्यं न दृश्यते, मम स्क्रीन् दृश्यते न? आम्, तिलति आमामाम्। यु हेव् टु स्पीक् अबौट् हिंस। इदानीं वयं हिंस प्रति धूतो इति इदानीम् अभवत्, इदानीं हिंस विषये वदतु। हिंस हिनस्ति अस्ति, हिंसयति स अत्र दृश्यते, हिंसयति स, हिंसयति तिङ् प्रत्ययति अस्ति, अय प्रत्ययः आगच्छति, नास्ति भगिनि, अय इति भागः मध्ये श्रूयते, अय इति भागः मध्ये श्रूयते, चुरादिगणे अस्ति, चुरादिगणे निच प्रत्ययः योगेन शप शपस्य अ अतः अतः आहत्य अय इति भवति, शपस्य अ आहत्य अय इति भवति नीचप्रत्ययेन आगमने। हिंसयति हिंसयति आगच्छति, कस्य गणस्य धातुः? दशमगणस्य एकं हिंस धातु अस्ति हिणस्ति, तत्र हिणस्ति इति सः तत्र सप्तमगणस्य हिंस धातुः, परन्तु अत्र यः हिंसयति यः श्रूयते सः दशमगणस्य धातुः। सो धातु पाठे तत्र द्वौ हिंस धातु तत्र पाणिनि न स्थापिताः, एकं हिंस धातु सप्तमगणे अस्ति, द्वितीय हिंस धातुः दशमगणे तत्र पाणिनि न स्थापिताः, तत्र रूपभेदः जायते, अत्र हिनस्ति इति रूपम्, अत्र हिंसयति इति रूपम्। सो लटीरूपं पश्यामः चेत् एव वयं ज्ञातुं शक्यते धातुः कस्य गणस्य धातुः इति, अत्र मुख्यम् अस्ति। आं धातु भगिनी क्षुद् विषये अपि वदतु। क्षुद शुनक्ति, क्षुद क्षुणक्ति, अत्र इति तु तिङ् प्रत्ययः अस्ति, मध्ये न आगच्छति, सत्यं न आगच्छति, न दकारस्य लोपः कथं भवति? न दकारस्य लोपः नास्ति अत्र, अत्र दृश्यतु अत्र कति वर्णाः इति वदतु, शुणति अत्र शून त हलन्त ति त अपि अस्ति, ति दकारस्य त भवति इति तत्र सन्धिकार्यम् दकारस्य त हलन्ततो भवति, मध्ये न आगच्छति, रुद्धादि सप्तमगणस्य श्नम् प्रत्ययः। रुद्धादिगणस्य विशिष्टलक्षणं किं? सः अपि मकारः इतसंज्ञः भवति, उपधास्थाने विकर्ण प्रत्यय स्थापितमस्ति। न पुनः वदतु, तत्र न इति भागः कुत्र आयाति? मध्ये उपधायाम् आगच्छति, उपधास्थाने न तत्र न इति भागं न तु तत्र तु उपदास्थाने इति न वदामः, तत्र धातु यः अन्तिमस्वरः अस्ति तस्य अनन्तरम् आयाति। तत्र मिदचो अन्त्यात् परः अच् अन्त्या अन्तिम अच् परे आयाति, इत्युक्ते धातु यः अन्तिम अचः अस्ति। अत्र अच् वर्णः कुत्र अस्ति? क्षुद् इति धातुः उकारः, सो यः श्नम् प्रत्यये यः न इति भागः सः अच् वर्णस्य अनन्तरम् आयाति, अत्र उकारस्य अनन्तरम् मध्ये इति तु मध्ये तु इति इट् लुक्स् लैक् इट् कम्स् एट् द उपदा प्लेस् आर् द मध्ये प्लेस् बट् देट् इस् नाट् द सूत्र सेस् देट् यः अन्तिम अचः तस्य अनन्तरम् एव आयाति। अन्तिम अचवर्णस्य अनन्तरम् उकारस्य अनन्तरं न आगच्छति, तत्र नत्वं भवति, क अधिक क्ष भवति, संयुक्त अक्षरस्ति। कस्य कारणेन षकारस्य कारणेन तत्र नत्वं भवति, न आगच्छति। सत्यं सत्यं, सो नत्वं यः भवति तस्य कृते यः कारणम् अस्ति सः अस्ति रकारः, मूर्धन्यषकारः अपि च ऋकारः, स्वरः ऋकारः। परे कोऽपि ऋकारः अपि च रकारः अपि च मूर्धन्यषकारः भवेत् तत्र धन्त्यनकारस्य मूर्धन्यनकारः इति आदेशः भवति, सो तदपि सन्धिकार्यम्। सो अत्र धातुः रुदादिगणस्य धातुः, सत्यं भगिनि, सम्यक्। कथम् आगच्छति भगिनि हलन्तत? तत्र चरत्वसन्धि भवति, धकारस्य साक्षात् अनन्तरं तत्र टि इति भागस्य तकारः अस्ति, धकारस्य साक्षात् अनन्तरं त अस्ति, अतः तस्य कारणेन तत्र धकारस्य परिवर्तनं त भवति। चरत्वसन्धि तृतीयवर्णस्य प्रथमवर्णस्य आदेशः त थ द त थ द, तृतीयवर्णस्य यत्र प्रथम आदेश प्रथमवर्णः श्रूयते तत्र प्रायशः चरत्वसन्धि अस्ति, चर् वर्णस्य आदेशः भवति। आमां भगिनि, सम्यक्। सो अत्र शृणति इति रूपं, सो शृणति। आम् अस्तु भगिनि, धन्यवादः। तन् विषये कः वक्तुमिच्छति? कृपया स्वयम् अग्रे आगच्छतु। उज्ज्वला भगिनी अस्ति वा? उज्ज्वला विशाल, नो चेत् सुलोचना भगिनी अस्ति वा? वदतु, तन् विषये वदतु, तन् धातुविषये वदतु। तन् धातुः चतुर्थगणे स्वादिगणे भवति, अश्नु विकरणप्रत्ययः, षकारस्य इत्संज्ञा भवति, नु इति अवशिष्टति, नु नो भवति। न अत्र अत्र पुनः दृश्यतु, पुनः दृश्यतु, अत्र न इति भागः न यः श्रूयते सः न नकारः कस्य भागः? प्रत्ययस्य भागः वा धातुभागम्? मध्ये ओ श्रूयते। मध्ये ओ श्रूयते, केवलम् ओ श्रूयते, आम्। तत्र उकारस्य एकवचने ओकारः इति भवति, अत्र तन् इति धातुः नकारः धातुभागं न तु प्रत्ययस्य भागं, तन् इति धातुः अस्ति, तन् प्रथमभागः धातुभागम्, अनन्तरम् ओ, अनन्तरं ति, सो ओ इति कस्य गणस्य विकरणप्रत्ययस्य आकृतिः अस्ति? अष्टम गणस्य आम् तनादिगणस्य धातुः. आम् सत्यं. स्पृश् विषये वदतु. स्पृशति स्पृश् धातुः अस्ति. स्पृश् तिङ्प्रत्ययस्य मध्ये आ इति श्रूयते, आ अवतिष्ठति. अतः तुदादिगणे भवति, षष्टमगणे. किमर्थं सुदादिगणस्य विकरणप्रत्ययः अस्ति शा इति. शकारस्य इत्संज्ञकः इत्संज्ञा भवति. अवशिष्टति अवशिष्टः भवति. अनन्तरं पा इति पकारः नास्ति, अतः गुणस्य गुणः न भवति. अत्र यः धातु अस्ति, धातौ गुणप्रसङ्गः अस्ति वा? नास्ति महोदय, नास्ति. भवत्याः यत् उक्तं तत् सम्यक् अस्ति. इदानीं यः मम प्रश्नः अस्ति, अत्र दृश्यतु, अत्र स्पृश् इति धातुः गुणप्रसङ्गः अस्ति वा नास्ति इति वदतु. किमर्थं नास्ति? पुनः दृश्यकारः अस्ति. आम् सत्यं, परन्तु उपधायां कः वर्णः? उपधायां ऋकारः अस्ति. सः ऋकारः कः? दीर्घ वा ह्रस्व वा? ह्रस्व ऋकारः अस्ति. सो उपधायां ह्रस्व ऋकारः अस्ति चेत् गुणप्रसङ्गः अस्ति वा नास्ति? यदि वयं वदामः गुणप्रधातुः धातौ गुणप्रसङ्गः अस्ति वा नास्ति, एकं बिन्दु अस्ति यथा भगिनी भवन्ति चेत् गुणप्रसङ्गः भवति, किन्तु अस्य विकरणप्रत्यये पकारः नास्ति, अस्य गुणस्य अवरोधः भवति. तत्तु सत्यं. मम प्रश्नः अस्ति, धातौ गुणप्रसङ्गः अस्ति, धातोः गुणसम्भावना अस्ति वा नास्ति? धातोः गुणसम्भावना अस्ति, परन्तु गुणः न भवति. तत्तु सत्यं भगिनि, गुणप्रसङ्गः अस्ति परन्तु गुणः न भवति. इत्युक्ते अत्र उपधायां ह्रस्व ऋकारः अस्ति. सो तत्र धातौ कदा गुणप्रसङ्गः भवति? अन्ते कोऽपि इ ऊरु अस्ति चेत् गुणप्रसङ्गः, उपधायां कोऽपि ह्रस्व इ ऊरु अस्ति चेत् गुणप्रसङ्गः, परन्तु अग्रे यः प्रत्ययः तस्य कारणेन अत्र गुणस्य अभावः. परन्तु धातौ गुणप्रसङ्गः अस्ति, यथा लिखित धातु तत्रापि गुणप्रसङ्गः अस्ति परन्तु गुणः न भवति. किमर्थं चेत् तत्र पकारस्य अभावः अस्ति. अत्रापि तस्य तादृश चर्चां कुर्मः चेत् ज्ञातुं शक्यते, धातौ तु गुणप्रसङ्गः अस्ति परन्तु गुणः न भवति, अतः धातुः तुदादिगणस्य धातुः. सम्यक् वा भगिनि? इदानीम् अवगतम्? सम्यक् अवगतम्. आम्, तस्य आधारेण एव ज्ञातुं शक्यते धातुः सुदादिगणस्य न तु भुवादिगणस्य धातुः. इत्युक्ते स्पृश् यदि भुवादिगणे वयं तत्र शप् योजयामः, तत्र अर् भवति, ऋकारस्य गुणः अर्, परन्तु अत्र यः अश्रूयते गुणस्य प्रसङ्गः अस्ति परन्तु गुणः न भवति, अतः वयं वक्तुं शक्यते धातुः षष्ठं गणस्य धातुः न तु प्रथमगणस्य धातुः. प्रथमगणस्य धातुः भवेत् चेत् इट् विल् नाट् रिमेन् एस् स्पृश्, इट् विल् बिकम् स्पर्श. सो धातौ गुणप्रसङ्गः अस्ति परन्तु गुणः न दृश्यते, श इति कारणेन तत्र गुणः न भवति, अतः तुदादिगणस्य धातुः. अस्तु, तर्कविषये अपि वदतु. तर्कयति अत्र धातोः किं प्रत्ययस्य मध्ये अय इति श्रूयते अतः दशमगणे चुरादिगणे भवति धातुः निच् प्लस् शप् विकरणप्रत्ययः अन्ततो गत्वा तत्र अय इति भागः मध्ये श्रूयते अवशिष्यते अतः तर्कयति इति भवति सत्यं भगिनी धन्यवादः द्विविषये कः वक्तुमिच्छति कृपया स्वयम् अग्रे आगच्छतु कः वक्तुमिच्छति चेतन् अस्ति वा अहं वक्तानि वा भगिनि आं वदतु भगिनि दुनाति दुनोति दृश्यते अतः नो विकरणप्रत्ययः दुनोति नो विकरणप्रत्ययः कुत कुतम् अस्ति स्वादिगणे अस्ति तन् दुनोति ओ ओ श्रूयते न विषये दुनोति नो नो श्रूयते अतः स्वादिगणे भवितुं शक्यते दु योगे नो योगे ति दुनोति इति भवति ति तिगन्तस्य प्रति अस्ति तिगन्तः अस्ति दुनोति द्वादिगणे स्वादिगणे एव अस्ति आम् स्वादिगणे एव एतत् नो इति भागं श्रूयते तत्र यः श्नु अस्ति शकारः नकारः उकारः तत्र उकारस्य गुणः भवति ओकारः तस्य कृते कारणं किं भगिनि केन कारणेन नु नो भवति विकरणप्रत्ययः नु नु अस्ति उ अस्ति शप्रत्ययेन नो भवति अत्र कुत्र अत्र तु शप् न आयाति न भगिनि अस्ति प नास्ति परन्तु तिगन्तस्य प अस्ति खलु आम् तिगन्तकारणेन अत्र तिप् प्रत्ययस्य कारणेन नु नो भवति भवति अतः स्वादिगणे भवति आम् सो तत्र कुत्रचित् विकरणप्रत्ययस्य कारणेन गुणकार्यं कुत्रचित् तिङ्प्रत्ययस्य कारणेन गुणकार्यम् इत्युक्ते तत्र किमस्ति धूयोग श्नु योग तिप् धूयोग श्नु योग तिप् श्नु इति प्रत्यये पकारस्य अभावः अतः दू दू एव तिष्ठति दू धो न भवति परन्तु यदि वयं वर्णमेलनं कुर्मः चेत् तत्र किं भवति दुनु दु नु नु इति विकरणप्रत्ययस्य भागः इदानीं किम् अस्ति दुनु योग तिप् दुनु योग तिप् कुर्मः चेत् तिप् अपि प्रत्ययः तत्र पकारस्य अभावः नास्ति तिप् इति कथनेन पकारस्य इति संज्ञा अतः अत्र दुनु इति दुनो भवति उकारस्य गुणः ओ सो दुनोति इति रूपं सो अत्र यः गुणकार्यं भवति सः विकरणप्रत्ययस्य कारणेन न प्रत्ययस्य कारणेन गुणः विकरणप्रत्ययस्य अस्ति सः श क्रियायाः एक करोति प अनुवादति आम् शकारः गुणस्य कृते प्रेरयति इत्युक्ते शकारस्य गुणः शुड् हेपन् परन्तु पकारः मेक्स् इट् सर्टन् यदि पकारः नास्ति चेत् गुणस्य कृते बाधा भवति एतादृशः चर्चां कुत्र एतादृशचिन्तनं कुत्र भवति शित् प्रत्ययस्य विषये अपि च तिङ्प्रत्ययस्य विषये सो तिङ्प्रत्ययः अस्ति चेत् तत्र पश्यामः पित् अस्ति वा नास्ति पित् अस्ति चेत् गुणकार्यं पित् नास्ति चेत् गुणकार्यं न भवति सो द्विवचने तत्र किं भवति दुनु दुनुतः इति भवति तत्र धुनोत्तः न भवति, द्विवचने तत्र तिप्तस् अस्ति, तकारः सकारः, तत्र पकारस्य अभावेन गुणः नु नु एव तिष्ठति, नकारः उकारः दुनुतः इति भवति। सो यत्र यत्र पकारस्य अभावः अस्ति तत्र गुणकार्यं न भवितुम् अर्हति, पकारः अस्ति चेत् तत्र गुणः भवति। तो प्रायशः किं वदामः, एकवचने तत्र गुणकार्यं दृश्यते तिङ्कारणेन, तिङ्प्रत्ययस्य कारणेन तत्र गुणः भवति। तत्र किमस्ति, तिप् सिप् मिप्, एकवचने तिप् सिप् मिप् अस्ति, अतः तत्र पकारः पकारः पकार, पकारस्य कारणेन तत्र गुणः भवति। एकवचने गुणः भवति, द्विवचने न भवति। आम्, तत् तदपि केवलं परस्मैपदी प्रत्ययानाम्, इत्युक्ते प्रथमनवप्रत्यये एव पकारः इत्संज्ञकः अस्ति एकवचने। अस्तु, अत्र ब्रूविषये अपि वदतु, ब्रूविषये अपि वदतु। भ्र धातुः गुणः भवितुं शक्यते, र अस्ति अतः गुणः भवितुं शक्यते, गुणः भवति अपि, भर् भर् भवति, अर् अर्कारः आगच्छति, भ्र भवति, अर् भवति, अ अस्ति, विकर्णप्रत्यय अ अस्ति, भरति, अतः वादिगणे अस्ति। आम्, प्रथमे किं पश्यामः, धातुतिङ् मध्ये कः भागः, अकारः, अकारः अस्ति, अतः वयं किं वदामः, प्रथमगणे वा षष्ठं गणे वा, परन्तु अत्र धातौ गुणप्रसङ्गः अस्ति, गुणः अपि भव अत्र दृश्यते, अतः धातु भुवादिगणस्य धातु ऋकारस्य गुणः अर् अनन्तरम् अ योजयामः चेत् भर भवति, सो भरति इति सत्यं। धन्यवादः भगिनि, धन्यवादः। उपधायां नास्ति, अन्तिमे अस्ति खलु, तत्रापि गुणः भवति। आम्, तत्र किम् अस्ति, धातोः अन्ते इ उ रु अस्ति चेत् गुणप्रसङ्गः, इत्युक्ते गुणः भवितुम् अर्हति। धातुः अन्ते कोऽपि दीर्घ इ अस्ति वा ह्रस्व इक् अस्ति, अन्ते तु दीर्घस्य अपि गुणः, ह्रस्वस्य अपि गुणः, परन्तु उपधायां केवलं ह्रस्व इक् वर्णस्य एव गुणः। तत्र यदा क्रीड अस्ति तत्र उपधायां दीर्घ इकारः तु अस्ति, परन्तु दीर्घ इकारः अस्ति, अतः वयं किं वदामः, वी से दट् धातौ गुणप्रसङ्गः नास्ति, इत्युक्ते उपधायां दीर्घ इक् वर्णः, न तु ह्रस्व इक् वर्णः, परन्तु अन्ते स्थितस्य दीर्घ इक् वर्णस्य अपि च ह्रस्व इक् वर्णस्य तत्र गुणः भवति भवति। सो अन्ते तु वेदर् द एट् द एण्ड् वी हेव् अ दीर्घ इक् और् ह्रस्व इक् तत्र तु गुणः भवति एव, परन्तु उपधायां केवलं ह्रस्व इक् वर्णस्य एव गुणः। अस्तु, इदानीं या विषये कः वक्तुमिच्छति, चेतन् चेतन् भगिनी अस्ति वा? नमस्ते, नमस्ते भगिनी, या विषये वदतु। याति धातुः या अस्ति, क्रियापदं याति, विकरणप्रत्ययः नास्ति, अतः द्वित्वम् अपि नास्ति, अतः द्वितीय गणः अदादिगणः अस्ति। सम्यक्। सो यत्र यत्र विकरणप्रत्ययः नास्ति तत्र द्वितीयगणस्य धातु वा तृतीयगणस्य धातुः, परन्तु तृतीयगणे विशिष्टलक्षणमस्ति, धातु द्वित्वं भवति, अत्र तु कोऽपि द्वितीयं न श्रूयते, या एव श्रूयते, अतः अदादिगणस्य धातुः द्वितीयगणः अदादिगणः। सम्यक् भगिनि, नी विषये अपि वदतु। नी नयति गुणकार्यं मे भवति, मे प्लस् अ न य भवति, अतः अ श्रूयते. अत्र नै इति यः भागः अस्ति सः धातुभागं, मध्ये अकारः श्रूयते, अतः प्रथमगणे वादिगणे अस्ति. आम्, वदतु ए योग अ कुर्मः चेत् किं भवति? अय. केन, कः, किं कार्यमस्ति अत्र? यान्तमान्तसन्धि अस्ति. आम्, सत्यं. सो एकारस्य कः आदेशः? एकारस्य अय आदेशः, ऐ ऐ इति आदेशः. अनन्तरम् अ इति विकरणप्रत्ययस्य भागः योजयामः चेत् नय भवति. आम्, सो नि इति धातुः गुणं भूत्वा ने भवति. ने योग अ कुर्मः चेत् एचोयवायावः इति सूत्रेण किं भवति? एकारस्य स्थाने ऐ इति भवति. सो नै योग अ योगति, सो नयति इति रूपं प्रथमगणे. सम्यक् भगिनि. जृ विषये अपि वदतु, अत्र दीर्घरुकारः अस्ति. ऋकारस्य क्रियापदं जीर्यति अस्ति. ऋकारस्य गुणकार्यमस्ति अर् भवति. अत्र तु ईर् दृश्यते, अत्र ईर् दृश्यते, अर् न दृश्यते. जीर् आम् ज ऋकारः जी भवति. अत्र धातु तिङ् मध्ये कः भागः श्रूयते भगिनि? य श्रूयते, य श्रूयते. आम् आम्. सो धातुः कस्य गणस्य धातुः? चतुर्थगणः, दिवादिगणः. आम्, सम्यक्. सो अत्र विशेषं किम् अस्ति? यः यः धातुः दीर्घरुकारान्तधातुः, दीर्घरुकारान्तधातुविषये तत्र धातु आदेशः भवति. इत्युक्ते तत्र ऋकारस्य स्थाने तत्र किं भवति? इर् इकारस्य आदेशः भवति. सो झिर् इक, यत्र यत्र ऋकारस्य स्थाने अकारः अपि च इकारः अपि च उकारः, एते त्रयः वर्णः आदेशरूपेण आयाति, तत्र सर्वदा किं भवति व्याकरणशास्त्रे? सर्वदा तस्य इ उ अपि च तत्र अकारः इकारः उकारः, एते त्रयः वर्णः अनप्रत्याहारे आयाति. सो यत्र यत्र ऋकारस्य स्थाने एते त्रयः वर्णः आदेशरूपेण आयाति तत्र किं भवति? तस्य परे रेफः अपि आयाति सर्वदा. सो तत्र अत्र किं भवति? प्रथमे तत्र अत्र विशिष्टसूत्रद्वारा दीर्घरुकारस्य स्थाने इकारस्य आदेशः भवति. एकं सूत्रमस्ति ऋतः इत् धातौ, इत्युक्ते ऋकारस्य स्थाने इकारस्य आदेशः, ह्रस्व इकारस्य आदेशः. सो अत्र किं भवति? एकनिमिषः, सिलेक्ट् ऐटम्स् टु शेर्. अत्र दृश्यते, अत्र किं भवति? अत्र यः दीर्घरुकारः अस्ति, विशिष्टसूत्रद्वारा अत्र ऋकारस्य स्थाने तत्र किं भवति? ह्रस्व इकारस्य आदेशः. परन्तु वयं जानीमः ऋकारस्य स्थाने यत्र अकारः इकारः उकारः आदेशरूपेण आयाति तस्य परे रेफः सर्वदा आयाति. उरनरपरः इत्र सूत्रद्वारा रेफः सर्वदा आयाति. सो न केवलम् इ इति आदेशः, अनन्तरं रेफः अपि आयाति. सो इदानीं किं भवति? धातुः आदेश भूत्वा किं भवति? जिर् भवति, ज इ र रेफान्. इदानीं झिर् यः अस्ति तस्य अनन्तरं शन् इति विकरणप्रत्ययः चतुर्थगणस्य, किमर्थं चेत् अत्र धातुतिङ्मध्ये य इति भागं श्रूयते, शन् इति विकरणप्रत्ययः य एव अवशिष्टभागः। अहं किम् उक्तवती पूर्वे, इदानीं झिर् इति यः धातुः अस्ति सः रकारान्त् अस्ति, वकारान्त् अपि च रकारान्त् धातु अस्ति चेत् उपधायां यः ह्रस्व इक् वर्णः अस्ति तस्य दीर्घ भवति इत्यपि सूत्रद्वारा एव भवति। सो झिर् बिकम्स् झीर्, झिर् बिकम्स् झीर्, योग य योग ति, ति इति तिङ्भागः। इदानीम् इरेस् करोमि। सो वर्णमेलनेन किं भवति, जीर्यति इति रूपं। सम्यक् वा अवगतवती वा भगिनि? सर्वे भगिनि अत्र इर् कथं भवति, अर् भवितुं शक्यते न? न, सर्वदा अर् एव, अत्र गुणकार्यं नास्ति, तदेव अहं अत्र तु गुण शन् इति कारणेन गुणकार्यं तु न भवितुम् अर्हति। शन् इति प्रत्यये पकारस्य अभावः अस्ति, पकारः नास्ति। सो अत्र धातु आदेशः इत्युक्ते धातु आदेशं भूत्वा दीर्घरुकारान्त् धातु अस्ति चेत् तत्र किं भवति, ऋतः इति सूत्रेण तत्र किं भवति, ऋकारस्य स्थाने इकारस्य आदेशः, ह्रस्व इकारस्य आदेशः। आम्, पाणिनिसूत्रम् अस्ति, ऋतः इतः धातोः इत्युक्ते दीर्घरुकारान्त् धातु अस्ति चेत् ये दीर्घरुकारान्त् धातवः तत्र पाणिनिधातुपाठे अस्ति तत्र एतत् सूत्रद्वारा प्रथमे किम् आवाति, ह्रस्व इकारस्य आदेशः। सो यत्र यत्र ऋकारस्य स्थाने अ इ उ एते त्रयेषु एकः वर्णस्य आदेशः भवति तस्य परे सर्वदा रेफ् आयाति। यथा वयं दृष्टवन्तः ऋकारस्य गुणः अ, परन्तु तस्य परे अपि रेफः आयाति। अत्र तु ऋकारस्य स्थाने इ इति आदेशः, सो इ अपि आन् प्रत्याहारे अस्ति, अतः अत्र अपि रेफः परे आयाति। सो इट् बिकम्स् जिर्। सो जिर् विषये इदानीं धातुः अस्ति रेफ् रकारान्त् धातुः, अन्ते रकारः अस्ति, रकारान्त् धातुः भवति तत्र अपि पाणिनिसूत्रम् अस्ति वा? आम्, सत्यं भवति। आम्, तस्य विषये यथा दिव् इति विषये वयं पश्य तत्र दृष्टवन्तः, तथैव शिव विषये अपि दृष्टवन्तः, शिव सीव् भवति, दिव् दीव् भवति, तथैव जिर् जीर् भवति। चन् अस्ति अतः दीर्घ भवति वा? न न, तत्र तु कोऽपि निमित्तस्य आवश्यकता एव नास्ति। रेफान्त् धातु अस्ति वा वकारान्त् धातु अस्ति, तदेव निमित्तं, केवलं वकारान्त् अस्ति चेत् अपि दीर्घ भवति। आम्, सत्यं, वट् डिड् ऐ से, इक् वर्णः दीर्घ भवति, ह्रस्व इक् वर्णः, इक् वर्णः वदामः चेत् इ ऊरु, सत्यं। सो अत्र दीर्यति यः भागम् अस्ति सः धातु आदेशं भूत्वा जिर् भवति, मध्ये य श्रूयते, अतः चतुर्थगणस्य धातुः। सो जिर् जीर् भवति, अनन्तरं य इति भागः विकरणप्रत्ययस्य भागः, सो तत्र चतुर्थगणस्य धातुः। कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। ऐ विल् स्टाप् दिस् एकनिमिषः। इदानीं जालपुटं दृश्यते वा? न दृश्यते भगिनि, दृश्यते। अस्तु, सो झृ इति धातुः चतुर्थगणस्य धातुः। अस्तु, मा विषये कः वक्तुमिच्छति? सुशीला भगिनी अस्ति वा? सुशीला श्रीनिवासन्? आं भगिनी, मम ध्वनिः सम्यक् नास्ति भगिनी, अतः चिन्ता मास्तु। गिरिजा अस्ति वा? गिरिजा भगिनी नमस्ते महोदय, अद्य मम प्रथमकक्षाया। चिन्ता मास्तु, चिन्ता मास्तु। कोऽपि प्रश्नः अस्ति चेत्, भ्रमः अस्ति चेत् पृच्छतु। कृष्णमूर्ति अस्ति वा? कृष्णमूर्ति पूर्णिमा प्रकाश, पूर्णिमा भगिनी अस्ति वा? अस्मि, परन्तु मामपि भगिनी इदानीमेव अवगन्तुम् अस्मि, प्रथमः एव गच्छामि। अत्र तु भगिनी सरलमस्ति, प्रयत्नं करोतु भगिनी। मा इति धातु, ते इति आत्मनेपदी प्रत्यय, या तिष्ठति, या इति तदर्थं तृतीयगणे भवति वा? न न, चतुर्थगणस्य नाम, चतुर्थगणस्य नाम कः अस्ति भगिनि? दिवादिगण, दिवादिगण। अत्र धातुतिङ्मध्ये य इति भागः श्रूयते, अतः चतुर्थगणस्य धातुः। पू विषये वदतु। पू दीर्घारस्य भवति, पुनाति पू धातु, ति तिगन्तप्रत्यय, न इति श्रूयते। स्नु अस्ति वा? भवति न तिष्ठति, पुनाति इति श्रूयते। कस्य गणस्य धातुः? न इति भागं कुत्र श्रूयते? नवमगणे, नवमगणस्य नाम सम्यक् पठामि भगिनि आगामिकक्षायाम्। चिन्ता मास्तु, भवत्या सम्यक्तया उक्तवती। नवमगणस्य धातुः क्रयादिगणस्य धातुः, अत्र न इति भागः मध्ये श्रूयते। श्ना इति विकरणप्रत्ययः, नवमगणस्य विकरणप्रत्ययः, तत्र क्रयादिगणः, गणस्य नाम अस्ति क्रयादिगणः। अस्तु, धन्यवादः भगिनि। विद्विषये कः वक्तुमिच्छति? विद् स्वयम् अग्रे आगच्छतु, वदतु। श्लोचना भगिनी अस्ति वा? वदतु भगिनि। धातुः भिन्नति रूपमस्ति, क्रियारूपं भिन्नति, नकार तिगन्तं पूर्व मध्ये न इति श्रूयते, मध्ये श्रूयते, मध्ये न इति श्रूयते, अतः सप्तमगणे भवति रुदादिगणे। सम्यक्, तत्र न इति भागः कुत्र श्रूयते? इति विकरणप्रत्ययः अस्ति, श इत्यन्यकः, न अवशिष्टति, मकारस्य न श्रूयते भगिनि। ध्वनि न आयाति, न श्रूयते भगिनि, अहं किमपि न श्रोतुं शक्यते। अस्तु, तत्र अहं चिन्तयामि नेट्वर्क् समस्या अस्ति। तकारः भवति, ति न द ति, अत्र दकारः चत्रसन्देहसूत्रानुसारं दकारः तकारः भवति, अतः भिन्नति इति रूपं भवति। सत्यं भगिनि, सत्यं। दरिद्रा विषये वदतु। न श्रूयते. श्रोतुं न शक्यते. अदर्स् आर् एबल् टु हियर् ओर् इट् इस् मी ओन्ली? न श्रूयते भगिनी. भगिनी तत्र नेट्वर्क् समस्या अस्ति अहं चिन्तयामि, कृपया म्यूट् मध्ये तिष्ठतु. आं वदतु भगिनी. प्रयत्नं करोमि. आमां करोतु भगिनि. दरिद्रा धातु, दरिद्राति क्रियापदं, विकरणप्रत्ययः आकारः एव सति एव तिष्ठति. तिप् प्रकरणः दरिद्रा. पुनः वदतु, पुनः वदतु विकरणप्रत्ययस्य विषये, पुनः वदतु. दरिद्रा आकारः एव तिष्ठति इति चिन्तयामि भगिनि. अत्र विभजनं करोतु भगिनी, विभजनं. दरिद्राति इति यः रूपम् अस्ति तत्र विभजनं करोतु. दरिद्रा इति धातुभागम्, अनन्तरं दरिद्रा आकारः ता इ प्लस् ता प्लस् आ दरिद्राति. सो अत्र धातुतिङ् मध्ये कः भागः श्रूयते? धातु तिङ् मध्ये किमपि नास्ति भगिनि. आम्, अतः दरिद्रा, अतः धातु तिङ् मध्ये किमपि नास्ति. आम्, लेट् अस् स्पीक्. आं भगिनि वदतु, इदानीं धातु तिङ् मध्ये यदि किमपि नास्ति तत्र किं चिन्तनं किम् अस्ति? लुक् इति भवति वा? आम्, तत्र यदि धातु तिङ् मध्ये किमपि न श्रूयते तत्र द्वितीयगणस्य धातु वा तृतीयगणस्य धातु इति चिन्तनम् अस्ति. अनन्तरं द्वित्वं भवति, इदानीं द्वित्वं नास्ति इत्युक्ते तृतीयगणः भवति इति चिन्तयामि. तृतीयगणे एव द्वित्वं भवति न भगिनि? ज्योत्यादिगणे तृतीयगणे एव द्वित्वकार्यं भवति, यथा भवती उक्तवती. अत्र तु द्वित्वं न श्रूयते, अतः तृतीयगणस्य धातु न द्वितीयगणः भवति, अदादिगणः. आम्, सत्यम्, अदादिगणस्य धातुः इत्युक्ते धातु तिङ् मध्ये किमपि नास्ति, द्वित्वमपि न श्रूयते, अतः धातु द्वितीयगणस्य धातुः अदादिगणस्य धातुः. भाज् विषये वदतु. भाज् भाजयति, यकार अस्ति. पश्यतु, न अत्र धातु तिङ् मध्ये कः भागः? या श्रूयते. केवलं या अस्ति वा अय अस्ति? अतः आम् नाम कः अस्ति दशमगणस्य नाम? दशमगणः भगिनि. चुरादि अस्ति, चुरादिगणः, चोरयति इति रूपं, चुरादिगणः. दशमगणः अय श्रूयते, अतः दशमगणः. मन् विषये अपि वदतु, सरलमन् मन्यते. अत्रापि अय एव श्रूयते. न पुनः पश्यतु, मन् प्लस् या प्लस् ते, कः भागः मध्ये? या श्रूयते. आम्, अय नास्ति न? यदि अय अस्ति तत्र किं भवति? मन इति भवति. अत्र तु मन् एव अस्ति, मन्यते, य श्रूयते. अतः कस्य गणस्य धातुः? या दीव्यते. आम्, दिव् इति धातु अस्ति चतुर्थगणस्य, दिवादिगणः. चतुर्थगणे विकरणप्रत्ययः कः? चतुर्थगणे विकरणप्रत्ययः धातुः प्लस् ष्यन् प्लस् तिङ् प्रत्यय आम् ष्यन् इति विकरणप्रत्ययः तत्र षकारस्य इत् नकारस्य इत् य इति भागः तत्र मध्ये आयाति सम्यक् अस्तु धन्यवादः जी विषये कः वक्तुमिच्छति श्रीधर भट् श्रीधर महोदय अस्ति वा अस्मि कृपया वदतु जी विषये जी धातु जयति क्रियापद ये भ्वादिगणे प्रथमगण भ्वादि किमर्थम् सत्यमस्ति महोदय भवादिगणस्य धातुः अस्ति परन्तु किमर्थं चिन्तनं किम् अस्ति विकरणप्रत्ययः आ भवति जी जी एक्चुलि जकार और् इकार जी और् विकरणप्रत्यय आ इ आ ऐ भवति ऐ भवति तत्र प्रथमे शप् कारणेन जी किं परिवर्तनं भवति जी किं भवति जय् जी भवति जे जकारः एकारः अनन्तरं किं भवति जे योग अयोगति जे योग अयोगति कुर्मः चेत् तत्र किं करणीयम् सन्धिकार्यम् आम् सत्यम् वदतु सन्धिनामं किं कः सन्धि ए योग अ कुर्मः चेत् कः सन्धि यन् सन्धि आम् सो तत्र एकारस्य स्थाने कः आदेशः यन् सन्धि नास्ति न महोदय यन् अयादिसन्धि अयादि ऐ इति आदेशः एचोयवायावः इति सूत्रेण तत्र किं भवति एकारस्य स्थाने ऐ इति आदेशः अयादिसन्धिः अस्ति ज्ञान्तावान्तादेशसन्धि सो एकारस्य स्थाने किं भवति ऐ भवति सो जकारः योग ऐ योग अ योग ति वर्णमेलनेन किं भवति जयति इति रूपम् आम् तथैव तत्र वयम् उपरि अपि दृष्टवन्तः कुत्र मी नियोगे नी नयति जी जयति सो अन्ते दीर्घ ई वर्णः अस्ति वा ह्रस्व इक् वर्णः अस्ति तत्र गुणः भवति एव अत्र तु नी विषये दीर्घ इकारः अस्ति परन्तु जी विषये ह्रस्व इकारः अस्ति सो अन्ते स्थितस्य ह्रस्व अपि च दीर्घस्य तत्र गुणकार्यं भवति जी जे भवति अत्रापि नी ने एव भवति एकारः एव ईकारस्य स्थाने आगन्तुं शक्यते अनन्तरं सन्धि भूत्वा नयति जयति इति रूपम् सो अन्ते प्रायशः किम् अस्ति प्रायशः दिस् इस् आल्सो ए हिण्ट् इगन्तधातु अस्ति चेत् प्रायशः भुवादिगणस्य धातु इगन्त इत्युक्ते अन्ते इक् वर्णः अस्ति चेत् अन्ते इ उ रु अस्ति चेत् प्रायशः नित्यं तु नास्ति परन्तु प्रायशः भुवादिगणस्य धातुः ये पाणिनिना बहूनि इगन्तधातवः भुवादिगणे एव स्थापितः तत्र गुणप्रसङ्गः अस्ति गुणः अपि भवति शप् कारणेन तत्र गुणः अपि भवति सो वयं किं वदामः प्रायशः इगन्तधातवः प्रायशः भुवादिगणे एव स्थापिताः पाणिना यथा जी यथा नी यथा जृ एते सर्वे इगन्तधातवः इक् वर्णः अन्ते यस्य सः इगन्तधातुः क्लिश् विषये अपि वदतु क्लिश् कृष्णाति क्रियापद मध्ये धातुप्रत्ययमध्ये इष्णा न सत्यं न विकरणप्रत्ययः अस्ति अतः अतः नवमगणः क्रियादि क्रियादिगणः सम्यक् सम्यक् न इति श्रूयते धातुतिङ्मध्ये न इति भागः श्रूयते न इति एकमेव प्रत्ययस्य भागः श्ना इति विकरणप्रत्ययः सो नवमगणः क्रयादिगणः हृ ह हकारः ह्रस्व अस्ति हलन्तमस्ति ह व रु अन्ते अस्ति अस्य विषये अपि वदतु हरति अर् मध्ये अर् अर् अस्ति धातुतिङ्मध्ये कः भागः विकरणप्रत्यय आम् कः भागः अत्र श्रूयते लटीरूपं पश्यामः चेत् धातुतिङ्मध्ये कः भागः श्रूयते र तु अत्र पूर्णमस्ति न रा अस्ति र योग अ र योग अ अस्ति अतः धातुतिङ्मध्ये कः भागः अत्र दृश्यतु प्रथमे ऋकारस्य गुणः कः महोदय ऋकारस्य गुणः अत्र यः अन्ते रु अस्ति स्वरः अस्ति तस्य गुणः कः सो रका तत्र अर् इति अत्र रकारस्य अनन्तरम् अ अपि श्रूयते सो धातु अर् इति यः भागम् अस्ति इदानीं गुणं भूत्वा हौ व वकारः अकारः अपि च रकारः अनन्तरम् अकारः अपि अस्ति गुणः अपि दृश्यते अकारः मध्ये श्रूयते अतः कस्य गणस्य धातुः आम् इगन्तधातु अस्ति अहं मया किम् उक्तं प्रायशः इगन्तधातवः कुत्र स्थापितः पाणिनिना इगन्तधातवः पाणिनिना भुवादिगणे स्थापिताः प्रायशः नित्यं तु नास्ति प्रायशः इगन्तधातवः पाणिनिना भुवादिगणे स्थापिताः अत्र ऋकारस्य गुणः अर् भवति अनन्तरम् अ इति विकरणप्रत्ययस्य भागः योजयामः चेत् हव्रति वहरति भरति इति रूपं वरति वहरति इति रूपं वकारस्य उच्चारणं प्रथमे अस्ति अनन्तरं ह अनन्तरं र परन्तु लेखने तत्र हकारः आदौ आयाति हव्रति ह इति रूपं सो अत्र धातुतिङ्मध्ये यः भागः श्रूयते तस्य आधारेण एव वयं वि केन् फिल्टर् अकारः श्रूयते अतः तुदादिगणस्य धातु वा भुवादिगणस्य धातु किमर्थं चेत् तत्र प्रथमगणे अपि च षष्ठं गणे एव अकारः धातुतिङ्मध्ये श्रूयते सो अत्र गुणकार्यम् अपि दृश्यते सो षष्ठमगणे गुणकार्यं न भवितुमर्हति प्रथमगणे एव गुणकार्यं भवति अतः प्रथमगणस्य धातुः एतादृशचिन्तनम् अस्तु महोदय धन्यवादः उन्सविषये कः वक्तुमिच्छति शोभना भगिनी अस्ति वा अस्मि भगिनि वदतु उन्सयति अहं सूचयामि चुरादिगणः किमर्थं कारणं किम् धातु तिङ्गमध्ये अय दृश्यते अय इति भागं कुत्र आयाति दशमगणे एव आयाति आम् सत्यं दशमगणस्य धातुः चुरादिगणस्य धातुः स्ना विषये अपि वदतु स्ना स्नाति अत्र विकरणप्रत्यय न दृश्यते द्वित्वम् अपि नास्ति तर्हि अहं सूचयामि अदादिगणः अदादिगणे अस्ति श्राति. आं सत्यं. जीवविषये वदतु. जीवति अत्रापि विक्रणपद प्रत्यय अस्ति. अहं सूचयामि भवाब्दिगणः. आं किमर्थं कारणं किम् तिङ् धातु तिङ् मध्ये अ दृश्यते. अतः जीवति अभ्वादिगणे भविष्यति. धातु यदा धातु तिङ् मध्ये अकारः श्रूयते तत्र चिन्तनं किम् अस्ति भगिनि? धातु कस्मिन् गणे भवितुम् अर्हति? धातु कस्मिन् पुनः पृच्छतु भगिनि. अहं यत्र धातु तिङ् मध्ये अकारः श्रूयते तत्र धातु कस्मिन् गणे भवितुम् अर्हति? धातु भुवाब्दिगणे अस्ति. केवलं भुवादिगणे भवितुमर्हतिगणे गणे अस्ति. सो अत्र गुणप्रसङ्गः अस्ति वा? जीवति गुणप्रसङ्ग तदादिगणः अहं न जानामि किन्तु अहं अत्र शृणोतु भगिनि, वाट् ऐ एम् आस्किङ्ग् इस् देट् जीव यः धातु अस्ति तस्मिन् धातु गुणप्रसङ्गः गुणः अत्र भवितुम् अर्हति वा न अर्हति? न अर्हति. किमर्थम्? सत्यमस्ति, सम्यक् अस्ति. किमर्थम्? अत्र अन्ते इक्वर्णः अस्ति वा? इ ऊरु अस्ति वा? जीपति नास्ति. अत्र उपधायां कः वर्णः? उपधायां दीर्घयि. आम् उपधायां कः वर्णः भगिनि? न जानामि भगिनि. उपधायां जानाति वा? उपधायाम् इत्युक्ते किम्? उपधावर्णः कः इत्युक्ते जानाति वा? अहं बहु बहुवारं शृणो ऐ हेव् हर्ड् बट् ऐ डु नाट् अण्डर्स्टेण्ड्. अस्तु, चिन्ता मास्तु. अत्र अन्तिमवर्णः कः? अन्तिमवर्णः वकारः. वकारस्य साक्षात् पूर्वे कः वर्णः? न जीव. जी दीर्घ इकारः. दीर्घ इकारः जकारः आदौ अस्ति प्रथमे. द फस्ट् लेटर् इस् जकारः, अनन्तरं दीर्घ इकारः, अनन्तरं वकारः. सो उपधा वदामः चेत् अन्तिमवर्णस्य साक्षात् पूर्वे यः वर्णः सः उपधावर्णः. सो जीव् इति धातुः उपधायाम् इत्युक्ते सप्तमी विभक्ति उपधायाम् अत्र दीर्घ इकारः अस्ति. उपधायां केवलं ह्रस्व इक् अस्ति चेद् एव गुणप्रसङ्गः. दीर्घ इक् अस्ति चेद् गुणप्रसङ्गः न. सो जीव् इति धातुः गुणप्रसङ्गः अस्ति वा नास्ति? नास्ति. नास्ति. अतः अत्र गुणकार्यं पश्यामः चेत् न ज्ञातुं शक्यते धातुः भुवादिगणस्य वा तुदादिगणस्य. सो अत्र चिन्तनं किम् अस्ति? शत्रन्तरूपं पश्यामः चेत् तत्र जीवन्ती इति भवति. सो नकारः नित्यं श्रूयते, स्त्रीलिङ्गे नकारः नित्यं श्रूयते इति तु स्पष्टतया वदामः चेत् जीव् इति धातुः भुवादिगणस्य धातुः. अत्र जी धातु तिङ् मध्ये अकारः श्रूयते, तत्तु सत्यं. परन्तु अकारः भुवादिगणे अपि भवितुम् अर्हति, तुधादिगणे अपि भवितुम् अर्हति. सो अत्र प्रश्नः आयाति, कथं जानीमः धातु भुवादिगणस्य वा तुधादिगणस्य? गुणप्रसङ्गः अस्ति चेत् गुणं दृष्ट्वा वयं ज्ञातुं शक्यते. गुणं भवति चेत् प्रथमगणस्य, गुणं न भवति षष्ठमगणस्य. परन्तु यत्र गुणप्रसङ्गः एव नास्ति तत्र कथं जानीमः? अत्र तु गुणप्रसङ्गः वेदर् शप् कम्स् आफ्टर् जीव् आर् श कम्स् आफ्टर् जीव् इट् विल् नाट् मेक् एनी डिफ्रेन्स् टु जीव् बिकास् जीव् मध्ये तु गुणप्रसङ्गः एव नास्ति. सो कथं जानीमः जीव् इति धातुः कस्मिन् गणे अस्ति? सो तत्र एकम् अन्यत् चिन्तनम् अस्ति. तत्र शत्रन्तरूपं पश्यामः चेत्, शत्रु योजामः चेत् स्त्रीलिङ्गे भुवादिगणे नकारः नित्यम् आयाति. इत्युक्ते तत्र एकम् एव रूपः भवति, जीवन्ती इति रूपं दीर्घिकारः. सो जीवन्ती इति शत्रन्तप्रकरणे एव एतस्य एतस्य प्रश्नस्य उत्तरं तत्र वयं लभ्यते. सो जीवन्ती इति पश्यामः चेत् एकम् एव रूपम् अस्ति, अतः भुवादिगणस्य धातुः. अन्यत् किम् अस्ति? अन्यत् एकम् अन्यत् चिन्तनम् अस्ति. पाणिनिना तुदादिगणः एकं विशिष्टगणः तत्र व्याकरणे स्थापितः. इत्युक्ते तत्र बहूनि धातवः पाणिनिना स्थापिताः, यस्मिन् उपदायां ह्रस्व इक् वर्णः अस्ति. इत्युक्ते तत्र गुणप्रसङ्गः अस्ति परन्तु गुणः न भवति. तादृशधातवः एव पाणिनिना तत्र स्थापिताः विशिष्टगणे तुदादिगणे. सो तस्य आधारेण एव, तस्य चिन्तनेन एव वयं वक्तुं शक्यते जीवितधातुतो गुणप्रसङ्गः नास्ति. अतः देर् वास् नो नीड् फार् पाणिनि टु कीप् दिस् जीवितधातुः इन् द तुदादिगणः. सो वयं वक्तुं शक्यते जीवितधातु तु गुणप्रसङ्गः एव नास्ति. अतः पाणिनिना एतादृशधातवः भुवादिगणे एव स्थापिताः इति तु इट् इस् अ कैण्ड् आफ् हिण्ट्. बट् स्पष्टतया वदामः चेत् शत्रन्तप्रकरणे एव पश्यामः चेत् यत्र यत्र एकम् एव रूपः, यत्र नकारः नित्यं श्रूयते तत्र भुवादिगणस्य धातुः. यत्र जीवती अपि रूपं, जीवन्ती अपि रूपम् अस्ति, तत्र किं भवति? तत्र तुदादिगणे नकारः विकल्पेन भवति. इत्युक्ते मम इच्छा अस्ति चेत् नकारः आयाति, मम इच्छा नास्ति चेत् नकारः नास्ति. परन्तु भुवादिगणे जीवन्ती एव रूपम्, एकम् एव रूपम् अस्ति, तत्र तु नकारः नित्यं श्रूयते. सो यत्र यत्र धातु इदानीम् अहम् ऐ विल् कन्क्लूड् इस् देट् यत्र यत्र धातुः गुणप्रसङ्गः नास्ति परन्तु लटिरूपं पश्यामः चेत् तत्र अकारः मध्ये श्रूयते, गुणप्रसङ्गः नास्ति, तत्र तस्य उत्तरं शत्रन्तप्रकरणे एव वयं प्राप्तुं शक्यते. सो तत्र शत्रन्तप्रकरणे भुवादिगणे नकारः नित्यम् आयाति, परन्तु तुदादिगणे नकारः नित्यं न आयाति, विकल्पेन आयाति. आल्टर्नेटिव्लि इट् कम्स् एज़् पर् मै विश्. इफ् ऐ वाण्ट् टु से ऐ केन् से चलति एण्ड् ऐ केन् से चलन्ति विद् नकारः. परन्तु भुवादिगणे तादृशस्थितिः नास्ति, तत्र तु नकारः नित्यं श्रूयते. तत्र पठन्ति एव रूपम् अस्ति, जीवन्ति एव रूपम् अस्ति, क्रीडन्ति एव रूपम् अस्ति. इत्युक्ते प्रसेण्ट् कण्टिन्यूस्, शत्रु प्रत्यय योजयामः चेत् प्रसेण्ट् कण्टिन्यूस् टेन्स् भवति. सो जीवन्ति इति प्रसेण्ट् कण्टिन्यूस् टेन्स् अस्ति. सो स्त्रीलिङ्गे शत्रन्तप्रकरणे भुवादिगणे नकारः नित्यं श्रूयते, सर्वदा श्रूयते. परन्तु तुदादिगणे नकारः विकल्पेन आयाति. सो वी केन् गेट् दृष्ट्वा एव वक्तुं न शक्यते जीविति धातुः कस्मिन् गणस्य धातुः, परन्तु शत्रन्तप्रकरणं दृष्ट्वा वक्तुं शक्यते जीविति धातुः. किमर्थं चेत् तत्र जीवन्ति इति रूपम्, अतः भुवादिगणस्य धातुः इति स्पष्टतया वक्तुं शक्यते. धन्यवादः. वाट् ऐ सजेस्ट् इस् देट् एव्रिबडि शुड् ट्रै. See, we are only here to learn, and if there is any mistake, we can correct and we can get to know the things. If we don't speak at all, what happens that, see, I also learned speaking Sanskrit in this Panini Kakshayam Eva. I was also not able to speak. Even presently also I do some mistakes. But when we will not speak at all, we will not learn. So we have to make the mistakes, we will learn step by step, chinta mastu, but we have to do the, we have to come forward and speak. Astu idanim sthagamah samayah bhavat. Shanti mantram pachishyama pachishyama. Om Purnamadah Purnamidam Purnat Purnamudachyate Purnasya Purnamadaya Purnameva Vashishyate. Om Shanti Shanti Shanti Hi Harihi Om Shri Gurubhyo Namaha. Dhanyavadah. Dhanyavadah. Namaste. Dhanyavadah Bhagini. Aam Vadatu. Dhanyavadah. Dhanyavadah Bhagini. Actually, I have not made the WhatsApp group. I will make and I will send the link to everyone. Astu Mohan Bhagini. Karoti Bhagini. Dhanyavadah. Bhagini, I have not made I have not made the WhatsApp group. I will make and I will send the link to everyone in the mail. आगामि सप्ताहे चाट् बाक्स् मध्ये वाट्सप् गणस्य लिङ्क् प्रेषयतु. आम् अस्तु, ऐ विल् सेण्ड् बै मेल् आल्सो एण्ड् चाट् बाक्स् मध्ये अपि अहं प्रेषयामि. अस्तु अस्तु अस्तु भगिनि, धन्यवादः. धन्यवादः. शुभदिनं भगिनि. धन्यवादः.